गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अनुमानपरिच्छेदः आरब्धः, अनुमाननिरूपणं, तत्र अनुमितिकरणम् अनुमानम् इति वाक्यं पठितं। तर्हि अनुमानम् इति प्रमाणेन यत् ज्ञानं जायते तस्य नाम अस्ति अनुमितिः इति, अपि च परामर्शं जन्यं ज्ञानम् अनुमितिः इति अपि वाक्यम् अस्माभिः पठितम्। तर्हि तत्र अनु इति पदं दृश्यते इति कृत्वा पूर्वम् एकं ज्ञानं जायते, तदनन्तरं तदनु अन्यत् ज्ञानं जायते, तर्हि परामर्शज्ञानं भवेत्, परामर्शज्ञानं भवेत्, तदेव अनुमानं, परामर्शज्ञानम् एव अनुमानं। यद्यपि अनुमानम् इति प्रमाणम् इति वदेम, अत्र प्रमाणं कीदृशरूपम् इति चेत् ज्ञानरूपम् अस्ति। परामर्शम् इति ज्ञानस्य नाम अस्ति, संज्ञा अस्ति। परामर्शज्ञानेन यद् ज्ञानं जायते तद् अनुमितिः। अस्तु, तदनन्तरं पक्षसाध्यहेतुनिरूपणम् इति अस्माभिः पठितम्। एतत् सर्वं मनसि भवेत्, पुनः पुनः एतेषां पारिभाषिकशब्दानां प्रयोगः भवति। तर्हि साध्यम् इत्युक्ते किम्? अनुमितेः विषयः, अनुमितिज्ञानस्य विषयः कः, कस्मिन् विषये अनुमितिज्ञानं भवति, सः एव, तदेव साध्यम् इति। अपि च हेतुः, पक्षः इत्युक्ते किम् इति चेत् साध्यवान् हेतुमान् च पक्षः। पक्षः इत्युक्ते तादृशवस्तु यस्मिन् साध्यम् अपि लभ्यते, हेतुः अपि लभ्यते, तदेव पक्षः। तदनन्तरं हेतुः इत्युक्ते किम्? येन पक्षे साध्यसिद्धिः भवति, सः एव हेतुः। हेतुं दृष्ट्वा साध्यस्य अनुमानं कर्तुं शक्यते इति। उदाहरणमस्ति वह्निव्याप्तिः धूमे इति, तत् पठितं। तदनन्तरं पदस्वभावम् आदाय व्याप्तिपदार्थनिरूपणम् इति कश्चन भागः। तर्हि केवलम् एकं पदं श्रुत्वा, उदाहरणार्थं घटः इति पदं श्रुत्वा तत्र विषयत्रयं बोध्यते, घटत्वं, घटः, तयोः मध्ये समवायसम्बन्धः इति विषयत्रयं बोध्यते। तदनन्तरं स्वर्गम् इति पदं श्रुत्वा तत्र पञ्चविषयाः बोध्यन्ते इति अस्माभिः अधीतम्। सुखं, स्वर्गः इत्युक्ते वस्तुतः सुखम् इति, कीदृशसुखं, सुखं सुखे सुखत्वमस्ति इति वयं जानीमः, अपि च सामान्यसुखं सुखं नास्ति, किन्तु दुःख असम्भिन्नत्वमपि यस्मिन् सुखे अस्ति तादृशसुखं, लवलेशमपि तत्र दुःखं नास्ति, तादृशसुखम्। अपि च दुःख असम्भिन्नत्वं स्वरूपसम्बन्धेन दुःखे सुखे वर्तते, सुखत्वं तु समवायसम्बन्धेन सुखे वर्तते इति कृत्वा पञ्चविषयाः बोध्यन्ते स्वर्गः इति पदं श्रुत्वा। एवम् अत्र अन्यदपि अस्माभिः अधीतं, पुष्पवन्तः इत्यनेन समूह आलम्बनं, तत्र सूर्यः पुष्पवन्तौ इति सूत्र इति पदस्य श्रवणेन सूर्यः अपि च चन्द्रः उभयोः ज्ञानं भवति। तर्हि सूर्ये सूर्यत्वं समवायसम्बन्धेन अस्ति, चन्द्रे चन्द्रत्वं समवायसम्बन्धेन अस्ति इति कृत्वा षट् पदार्थाः, अपि च अत्र विशेष्यद्वयमस्ति सूर्यः चन्द्रः इति, अनयोः मध्ये किमपि सम्बन्धः नास्ति, परस्परनिरूप्यनिरूपकभावः नास्ति। तर्हि अत्र समूह आलम्बनम् इति तादृशज्ञानं भवति इति अवगतं, सप्रकारकज्ञानं। तदनन्तरं गमनम् इति पदेन पदं श्रुत्वा चत्वारः विषयाः बोध्यन्ते, अपि च तयोः मध्ये परस्परनिरूप्यनिरूपकभावः अपि अस्ति इति। तत्रैव चत्वारः पदार्थाः के इति चेत्, उत्तरदेशः, संयोगः, जनकत्वम् अपि च क्रिया। अत्र मुख्यविशेष्यः अस्ति क्रिया, अपि च मुख्यप्रकारः अस्ति उत्तरदेशः. किमर्थं मुख्यप्रदेशः मुख्यविशेषः मुख्यप्रकारः इति चेत्, उत्तरदेशः केवलं प्रकारः एव, पुनः तद् विशेष्यं न भवति इति कृत्वा उत्तरदेशः मुख्यप्रकारः. क्रिया व्यापारः यदस्ति सः मुख्यविशेष्यः अस्ति, किमर्थमित्युक्ते पुनः सः प्रकारः यदा कदापि न भवति. किन्तु जनकत्वं संयोगः इति पश्यामश्चेत् क्रियापेक्षया अत्र जनकत्वे प्रकारता अस्ति, किन्तु संयोगापेक्षया जनकत्वे विशेष्यता अस्ति. एवं जनकत्वापेक्षया संयोगे प्रकारता अस्ति, उत्तरदेश अपेक्षया संयोगे विशेष्यता अस्ति इति कृत्वा तौ मुख्यौ न स्तः. तदपि अस्माभिः अधीतम्. अस्तु, तदनन्तरम् इदानीं व्याप्तिः. किमर्थम् अत्र पदस्वभावस्य चिन्तनम् इति चेत्, व्याप्तिः इति कश्चन पदम् अस्ति खलु, व्याप्तिः इति. तर्हि व्याप्तिः इति पदं श्रुत्वा के पदार्थाः बोध्यन्ते इति चेत्, पञ्चपदार्थाः बोध्यन्ते. तावदस्माभिः अधीतं. तर्हि ते पञ्चपदार्थाः के इति चेत्, वह्निः, अभावः, ह्रदादि, वृत्तित्वम्, अभावः इति पञ्चपदार्थाः बोध्यन्ते. तत्र हेतोः निर्वचनम् एवम् अस्माभिः कृतं, साध्य अभाववदवृत्तित्वम् इति. अपि च एतद् पूर्वपक्षिणः मतम् इति अपि अस्माभिः अवगतं. गते वर्गे एकः एव दोषः मया कृतः, तत्र साध्य अभावदवृत्तित्वं, साध्य अभाववत् इति एकं समस्तपदम्, अवृत्तित्वम् इति अन्यत् समस्तपदम् इति मया उक्तं. तद्वस्तुतः नास्ति, साध्य अभाववति अवृत्तित्वं, तत्र सप्तमी तत्पुरुषः अस्ति इति कृत्वा साध्य अभाववदवृत्तित्वम् इति भवति. तर्हि एकमेव पदं तत्र मया किञ्चित् लिखित्वा प्रेषितमासीत्, तद् पुनः एकवारं पठामि. व्याप्तिः इति पदस्य अर्थः सम्बन्धः. व्याप्तिः इत्यनेन किम् अवगन्तव्यं? कश्चन सम्बन्धः अवगन्तव्यः अस्ति. यद्यपि सम्बन्धः द्विनिष्ठः, सम्बन्धः इत्युक्ते सामान्यतया सम्बन्धिद्वयं भवेत् खलु, तथापि हेतौ विद्यमानस्य सम्बन्धस्य एव नाम अस्ति व्याप्तिः इति. तर्हि व्याप्तिः हेतौ भवेत् तथा एव साध्यस्य निरूपणं कर्तुं शक्यते हेतुना. पक्षे हेतुः दृश्यते, हेतुं दृष्ट्वा साध्यं पक्षे साध्यते. तत् कथम् इति चेत्, व्याप्तिः हेतौ अस्ति इति कृत्वा. तर्हि साध्यसाधनार्थं, पक्षे साध्यसाधनार्थं हेतव्येव वृत्तित्वम् अपेक्षितमस्ति इति कृत्वा तादृशसम्बन्धः हेतौ भवेत् इति अवगतम्. तदनन्तरं व्याप्तेः निर्वचनम् एवं क्रियते पूर्वपक्षिणा, साध्य अभाववदवृत्तित्वं, साध्यस्य अभावः साध्य अभावः, साध्य अभावः यस्मिन्नस्ति तत् साध्य अभाववत्, पक्षः साध्यवान् भवेत् इति वयं जानीमः. तर्हि साध्य अभाववत् इत्युक्ते अपक्षः, यत् पक्षः नास्ति तद् साध्यवान्. सामान्यतया पक्षः इत्युक्ते किं? साध्यवान् भवेत् यस्मिन् साध्यं विद्यते, सः एव पक्षः भवति. किन्तु साध्य अभाववत् इत्युक्ते किं? यस्मिन् साध्यः नास्ति तर्हि अपक्षः इति अवगन्तुं शक्नुमः. यथा ह्रदः, क्षम्यतां महोदय, तत्र साध्याभाव अभाववत् अपि च हेत्वाभाववत् इति अपि भवेत् खलु अपक्षः इति? हा, इति भवितुम् इति भवेत् सत्यम्, इति भवेत्. तदेव स्वीकृत्य अत्र वदति, साध्याभाववत् हेत्वाभाववत्, यस्मिन् पक्षे साध्यः नास्ति तस्मिन् पक्षे हेतुः अपि नास्ति इति एव वदति. तदेव अर्थः साध्य अभाववत् अवृत्तित्वम् इत्यस्य. आम्, समीचीनम्. किन्तु तादृशं वदेमश्चेत् क्लेशः अस्ति इति अग्रे वदिष्यामि. अस्तु, तर्हि साध्य अभावत् इत्युक्ते अपक्षः इति आगतम्. वृत्तिः इत्युक्ते आदेयः, तद्वयं जानीमः, आरम्भे एव पठितं. देवदत्तः आसने उपविशति, इत्युक्ते देवदत्तः आदेयः, अतः नो चेत् वृत्तिः इति वक्तुं शक्यते. तर्हि देवदत्ते आदेयत्वम् अस्ति, नो चेत् वृत्तित्वम् अस्ति. अस्तु, वृत्तिः इत्युक्ते आदेयः. यथा आदेये आदेयत्वं तथा वृत्तौ वृत्तित्वं. वृत्तित्वस्य अभावः वृत्तित्वाभावः अथवा अवृत्तित्वम्. अवृत्तित्वम् इत्युक्ते वृत्तित्वस्य अभावः इति अवगन्तुं शक्नुमः. अनन्तरं ह्रदे मीनः अस्ति, तर्हि मीने ह्रदनिष्ठवृत्तित्वम् अस्ति. मीनः एव वृत्तिः अस्ति, तर्हि वृत्तित्वं मीने अस्ति. कस्य अपेक्षया वृत्तित्वं मीने अस्ति इति चेत् ह्रदनिष्ठवृत्तित्वं मीने अस्ति. ह्रद अपेक्षया अत्र मीनाः ह्रदे एव सन्ति, मीनः ह्रदे एव अस्ति इति कृत्वा ह्रदनिष्ठवृत्तित्वं मीने अस्ति इति वक्तुं शक्नुमः. भूमनिष्ठ अवृत्तित्वं मीने अस्ति. भूमौ यदा कदापि मीनः न जीवति इत्यतः, तर्हि मीने ह्रदनिष्ठवृत्तित्वमस्ति, भूमिनिष्ठ अवृत्तित्वमपि अस्ति मीने इति अवगन्तुं शक्नुमः. एवं ह्रदे धूमः नास्ति, तर्हि धूमे ह्रदनिष्ठ अवृत्तित्वम् अस्ति. ह्रदनिष्ठ अवृत्तित्वं, ह्रदः साध्य अभाववान् अस्ति खलु. वह्निः ह्रदे यदा कदापि न भवति, तर्हि ह्रदः साध्य अभाववान्, वह्निः अभाववान्. ह्रदः ह्रदे धूमः न भवति, अतः साध्य अभाववति ह्रदे अवृत्तित्वं धूमे अस्ति. इत्युक्ते ह्रदनिष्ठ अवृत्तित्वं धूमे अस्ति. ह्रद इत्यस्मिन् स्थाने साध्य अभाववत् इति स्थापयितुं शक्नुमः, साध्य अभाववान् इति. तर्हि साध्य अभाववत् निष्ठ अवृत्तित्वं धूमे अस्ति इति आगतं. समस्तपदं कृत्वा धूमे साध्य अभाववत् अवृत्तित्वम् इति वक्तुं शक्नुमः. अस्तु, इतोपि किञ्चित् अत्र दोषः अस्ति. वस्तुतः हेतोः लक्षणम् एवं पूर्वपक्षिणा कृतं, किन्तु किमर्थं पूर्वपक्षिणा कृतम् इति उक्तम् इति चेत् ह्रदे धूमः नास्ति, ह्रदे वह्निः अपि नास्ति, धूमः अपि नास्ति इति ज्ञात्वा पर्वते धूमं दृष्ट्वा वह्निः अस्ति इति ज्ञानं कथं वा जायते. तादृश अनुमानं न कर्तुं शक्यते खलु. ह्रदे अत्र अस्माकं इत्युक्ते भवतः गृहे इदानीं हस्तिः अपि नास्ति, हस्तिपकः अपि नास्ति इति चिन्तयतु. हस्तिपकः इत्युक्ते वन् हू मैण्ड्स् द एलिफेण्ट्. हस्तिः अपि नास्ति, हस्तिपकः अपि नास्ति भवतः गृहे. तर्हि भवन्तं एतादृशसम्बन्धं दृष्ट्वा यदा कदापि भवतः गृहे हस्तिः अपि नास्ति, हस्तिपकः अपि नास्ति इति दृष्ट्वा वने हस्तिपकः अपि अस्ति, हस्तिः अपि अस्ति इति कथं वा अनुमानं कर्तुं शक्यते इति कृत्वा अत्र वस्तुतः दोषः अस्ति. साध्याभावत् अवृत्तित्वम् इति लक्षणे दोषः अस्ति. अतः एव अत्र एतद् वस्तुतः हेतुः नास्ति, हेतु आभासः, हेत्वाभासः. हेत्वाभासः इत्यस्मिन् विषये अग्रे पाठः आयास्यति, तत्र इतोपि पठेम. किन्तु मनसि भवेत् यद् इदानीम् अस्माभिः पठ्यते तत्तु पूर्वपक्षिणः मतं, न तु सिद्धान्तिनः मतम् इति मनसि भवेत्. अस्तु, एतावत् प्रश्नाः सन्ति वा? किमपि न अवगतं वा? अवगतं, परन्तु हेत्वा भासः इत्युक्ते तत्र दुष्टहेतुः इति उक्तं. सत्यं, दुष्टहेतुः इति अर्थः. किमर्थम् इत्युक्ते अत्र आभासः इति पदस्य अर्थः किञ्चित् भ्रमः, तेन किञ्चित् भ्रमः जायते. इत्युक्ते आभासः इत्यनेन किम् अवगच्छति भवान्? हा, अवगच्छामि. यत्र सादृशं हेतु सादृशं किञ्चित् अस्ति, परन्तु निश्चयेन हेतुम् अस्ति वा न, हेतु अस्ति वा न वा इति न वक्तुं शक्नुमः इति. सत्यम्, आभासः इत्युक्ते सा तादृशम् अस्ति, अत्र शुक्तिकां दृष्ट्वा रजतमिव भासते खलु, शुक्तिः रजतमिव भासते, तर्हि शुक्तिः रजताभासः इति वक्तुं शक्यते. एवं वस्तुतः अत्र साध्य अभाववत् अवृत्तित्वम् इति यद्वाक्यमस्ति, निर्वचनमस्ति, तत् हेतुः नास्ति किन्तु हेतुः इव दृश्यते. गभीरचिन्तनं न कुर्मश्चेत् आमां समीचीनमेव इति भाति, किन्तु गभीरचिन्तनं कुर्मश्चेत् तत्र आभासः एव इति अवगन्तुं शक्नुमः. सत्यं साध्याभावः अभावः अस्ति, अपि च अवृत्तित्वम् अपि अस्ति, अतः एव हेत्वाभासः जायते. हा भवतु, इदानीं तत्र हेतुः इत्यस्य लक्षणं किम् इति अवगम्य हेत्वभासः इत्यस्य लक्षणमपि पठेम अग्रे आयास्यति. किन्तु मनसि भवेत् किमर्थम् इत्युक्ते एतत् स्वीकृत्य एव चिन्तनं कृतं, किन्तु अत्र ग्रन्थकारेण न उक्तम् एतद् सिद्धान्तिमतं नास्ति पूर्वपक्षिणः मतम् इति कृत्वा तत्र मनसि क्लेशः जायते. एतत् यदि अहं न वदामि तर्हि यतः एषः एव हेतुः. तथैव अहमपि अवगतवान् साक्षात् पुस्तके अस्ति अतः एव. आम् अस्तु, तर्हि अग्रे गच्छामि. हा तत्र अवृत्तित्वम् इत्यस्य प्रसक्तिः अस्ति हेत्वाभासः अस्ति इति दर्शयितुं वा? न न न, अत्र इदानीं हेत्वाभासः इति त्यजतु. हेत्वाभासः इत्युक्ते किम् इति अनन्तरं पश्येम. एवमेव मया उक्तम् अत्र साध्य अभावत् अवृत्तित्वम् इति हेतुः नास्ति सिद्धान्तिपक्षिण सिद्धान्त सिद्धान्तमतानुसारं हेतुः नास्ति, पूर्वपक्षिणमतानुसारमेव हेतुः इति तावद् अवगच्छति चेत् पर्याप्तं. तदनन्तरं पश्येम तत्र हेत्वाभासस्य षड्विध हेत्वाभासाः सन्ति इति, बहु किमपि अस्ति अत्र, तदनन्तरं पश्येम. वृत्तित्व अभावः एव अवृत्तित्वं खलु महोदय? हा वृत्तित्वस्य वृत्तित्व अभावः एव अवृत्तित्वम् इति तु सत्यं, तद्बुद्धं खलु. आं महोदय, तस्य प्रसक्तिः किमर्थं महोदय? तस्य प्रसक्तिः इत्युक्ते अवृत्तित्वम् इति. अस्तु, तर्हि भवान् एव प्रतिपादयतु. इदानीं साध्य अभावत् अवृत्तित्वम् इति वाक्यमस्ति खलु, भवतः अवगमनं किम्? साध्य अभाववत् अवृत्तित्वम् इति पञ्चपदार्थाः सन्ति खलु? आं महोदय. तर्हि अत्र अत्र विग्रहवाक्यं वदतु आरम्भतः. साध्य अभावः प्रथमं साध्य अभावः इत्यस्य विग्रहवाक्यं वदतु. साध्यस्य अभावः साध्य अभावः. उत्तमं, साध्यस्य अभावः साध्य अभावः. तदनन्तरं साध्य अभावः योगः मतुप् साध्य अभाववत्. हा तर्हि साध्य अभाववत् अत्र साध्यम् इदानीम् अस्माकं पुरतः अस्ति अनुमानवाक्यं पर्वतः वन्यमान् इति, अनुमितिज्ञानं पर्वतः वन्यमान् इति हेतुत्वात् धूमत्वात् इति वाक्यमस्ति. तर्हि अत्र साध्यं किम्? साध्यं वह्निः. वह्निः, तर्हि साध्य अभाववत् इत्यस्य उदाहरणं किं भवति? अत्र वह्निः नास्ति तत्सर्वम्. एकम् उदाहरणं वदतु, यद् मया इदानीम् उक्तं तदुदाहरणं वदतु. भूमिः, ह्रदः इति स्वीकरोतु. भूमौ अग्निः भवितुम् अर्हति खलु? वाल्केन. ओ अस्तु, ह्रदः ह्रदः तडागः. तर्हि साध्य अभाववान् इत्यनेन ह्रदः उक्तः. अस्तु, हा तदनन्तरम् अवृत्तित्वम् इति वदतु. आम् आधेयं नास्ति किं तत्र मया किं अवृत्तित्वम् अवृत्तित्वं कुत्र भवेत् वृत्तित्वम् अस्तु क्रमेण वृत्तिः इत्युक्ते किं वह्नेः वृत्तित्वं वृत्तित्व अभावः महोदय ह्रदः भवेत् न न साध्य अभाववान् इत्युक्ते ह्रदः तावत् प्राप्तं तद् इदानीम् अन्यत्र स्थापयतु प्रथमं वृत्तिः इत्युक्ते किम् आधेय आधेयः आधेय हा अत्र अस्मिन् उदाहरणे वृद्धिः कः वह्निः एव महोदय वह्निः अभाववत् तदा किमर्थं वह्निः अत्र पर्वतः तदेव पर्वतः साध्य वह्निः इति साध्यमस्ति खलु महोदय महोदय हा साध्यं वह्निः साध्य अभावः साध्य अभाववत् इति ह्रदः पुनः वृत्तिः इत्यनेन वह्निः स्वीकरोति चेत् चिन्तयेम यदि वह्निः इति स्वीकुर्मः तर्हि वृत्तित्वं कुत्र अस्ति यदि वह्निः वह्निः इति वृत्तिः तर्हि वह्नित्वं कुत्र अस्ति वह्ने अस्ति एव वह्नौ अस्ति खलु वह्नौ महोदय हा तर्हि अवृत्तित्वम् अवृत्तित्वं वृत्तित्वस्य अभावः अवृत्तित्वं खलु महोदय सत्यं हा वृत्तित्वस्य अभावः इति चेत् वह्नेः अभावः इति भवति खलु वह्नेः अभावः तर्हि आद्यमेव अत्र साध्यस्य अभावः इति उक्तं वह्निः अभावः पुनः त्रिपि वृत्तिः इति स्वीकरोति चेत् वह्निः नास्ति अत्र धूमः वृत्तिः इत्युक्ते धूमः अत्र न तु वह्निः सत्यं महोदय वह्निः एव आधारः भवेत् तर्हि धूमः आधे न न न न महोदय वह्निः किमर्थम् आधारः भवेत् वह्नौ वह्नात् धूमः आगतः महोदय अतः वह्नः वह्निः धूमयोः मध्ये आधारादेयभावः अस्ति वा कारणकार्यभावः अस्ति वा कारणकार्यभावः हा किन्तु कारणकार्यभावे इदानीं चिन्तनं नास्ति खलु आं महोदय तर्हि कुत्र भवेत् धूमः कुत्र भवेत् नास्ति वायुः महोदय वायुः किमर्थम् अत्र वायुः इत्यस्य चिन्तनमेव नास्ति खलु पक्षः इत्युक्ते किम् पक्षः इत्युक्ते किं पक्षः एव आधारः भवेत् हा पक्षः इत्युक्ते किम् यत्र साध्यं लभ्यते केवलं साध्यं वा साध्यमपि हेतु अपि हा साध्यवान् हेतुमान् च पक्षः खलु तर्हि इदानीं धूमः इति साध्यं वा हेतुः वा अथवा पक्षः वा हेतु हा तर्हि हेतुमान् मम प्रश्नः कः धूमः कुत्र भवेत् इति पक्षे महोदय हा खलु तर्हि अत्र अस्मिन् उदाहरणे किं किं वक्तव्यं भवता तर्हि ह्रद न ह्रदः तु अपक्षः अस्ति पर्वतः वह्निमान् धूमात् इत्यत्र पक्षः कः तत्र पर्वतः पक्षः हा तर्हि वृत्तिः इत्युक्ते धूमः तर्हि वृत्तित्वं धूमे अस्ति स च धूमः कुत्र भवेत् पर्वतः भवेत् पर्वते भवेत् खलु पर्वते तर्हि पर्वतनिष्ठवृत्तित्वं कुत्र अस्ति? धूमे. धूमे अस्ति. ह्रदनिष्ठ अवृत्तित्वं कुत्र अस्ति? धूमे. हा, तावदेव. ह्रदनिष्ठ अवृत्तित्वं धूमे अस्ति. अत्र ह्रद इत्यत्र साध्य अभाववत् इति पदं स्थापितम्. ह्रदः इति केवलम् उपलक्षणमस्ति खलु. इट् इस् एन् इन्स्टेन्स् वेर् द साध्य इस् नाट् अवैलबल्. तर्हि सामान्यतया वक्तव्यं चेत् ह्रद इत्यस्मिन् स्थाने साध्य अभाववत् इति उक्तम्. साध्य अभाववत् अवृत्तित्वं कुत्र भवेत्? धूमे भवेत्. हा, अस्तु. बुद्धं वा? क्षम्यताम्, इदानीं बुद्धं महोदय. अस्तु, भवतु. हा, तर्हि अत्र 184 तत्र स्मः. तत्र चित्रम् अस्माभिः परिशीलितम् आसीत्. ततः अग्रे वन्नेः अधिकरणानि इति अस्ति. अस्तु, मेहुल् महोदय, आरम्भं करोतु. कुत्र वयं पश्यामः ज्ञानद्वयेन? वन्नेः अधिकरणानि. वन्नेः अधिकरणानि पर्वतचत्वरमहानसगोष्ठादीनि वन्यभावस्य अधिकरणं ह्रदः भूतलं पुस्तकं लेखनी इत्यादीनि अनन्तानि. तेषु अभावाधिकरणेषु कदाचिदपि धूमः न भवति. अतः तानि यानि अभावाधिकरणानि तन्निरूपिता आधेयता वृत्तित्वं धूमे कदाचिदपि न सम्भवति. कुत्र तर्हि सा आधेयता भवेत्? हृदे जलं स्यात्, पुस्तके लेखनी स्यात्, एवञ्च हृदादिनिरूपितवृत्तित्वं जले मीने लेखन्यां वा भवति. अस्तु, तावदेव वा? अस्तु. अत्र हा, वयं जानीमः वह्नेः अधिकरणानि कानि. तर्हि पर्वते वह्नी अस्ति, अथवा अत्र चत्वरमहानस इत्युक्ते किम् इति, महानसे अस्ति अपि च गोष्ठे अपि अस्ति, परन्तु चत्वर इत्युक्ते किं महोदय? अस्माकं गृहस्य अग्रिम अग्रभागः अस्ति खलु, पेटियो इति वदेमः खलु. अस्तु अस्तु, तदेव चत्वारम्. अस्तु अस्तु, पेशियो पेटियो. अस्तु अस्तु, तर्हि ते सर्वे तानि सर्वाणि अधिकरणानि वन्नेः. तथैव अत्र वन्नेः अभावः अपि यत्र भवति ते वन्याभावस्य अधिकरणानि भवन्ति. ते सन्ति हृदः, भूतलं, पुस्तकं, लेखनी इत्यादीनि. तत्र वह्निः नास्ति, वह्ने अभावः अस्ति. तेषु अभावाधिकरणेषु यदा कदापि धूमः न भवति. किमर्थमित्युक्ते तत्र वह्नेः अभावः अस्ति, अतः धूमः अपि नास्ति. अतः तस्मिन् या आधेयता अस्ति अथवा वृत्तित्वं, समानार्थीपदम् आधेयता अथवा वृत्तित्वम् अस्ति, तद्वृत्तित्वं धूमे यदा कदापि न सम्भवति. धूमे धूमे धूमः वह्नेः अथवा फ्रोम् वह्नि धूमः एव आगच्छति. तर्हि यत्र वह्ने अभावः अस्ति तस्मिन् तत्र या आधीयता अथवा वृत्तित्वम् अस्ति सा यदा कदापि धूमे न सम्भवति. महोदय, अत्र किमर्थं वह्नेः धूमः एव आगच्छति इति उक्तं? तद् अत्र विषयः एव नास्ति खलु. कार्यकारणभावम् अत्र न चिन्तनीयमेव. अस्तु अस्तु, तर्हि धूमे यदा कदापि वृत्तित्वम्, ओ अस्तु, धूम इत्युक्ते धूमः यदा कदापि आदेयः न भवति. यत्र आधारः हृदः अथवा भूतलम् अथवा पुस्तकम् अथवा लेखनी अस्ति चेत् ते अधिकरणानि सन्ति चेत् आधेयता तन्निष्ठ अथवा तन्निरूपित आधेयता इत्युक्ते वृत्तित्वं धूमे यदा कदापि न सम्भवति. समीचीनं. इत्युक्ते हृदये न भवति, भूतले न भवति, पुस्तके न भवति, लेखन्यामपि न भवति. अतः अत्र साध्य अपि च हेतुः अनयोः मध्ये कार्यकारणः निश्चयेन भवेत् इति नियमः नास्ति. हस्तिपकम् अपि च हस्तिः अनयोः हस्तिपक हस्तिः अनयोः मध्ये कार्यकारणभावः नास्ति खलु. किन्तु सर्वदा ते मिलित्वा एव दृश्यन्ते इति कृत्वा एकं दृष्ट्वा अन्यद् अनुमानं कर्तुं शक्यते. कार्यकारणभावः इदानीम् अत्र धूमवन्योः मध्ये कार्यकारणभावः तु अस्ति, किन्तु तादृशं नियमेन भवेत् अनुमानार्थं तादृशं नियमेन भवेत् इति नियमः नास्ति. धूमः दृष्ट्वा एव वन्येः अनुमानं कर्तुं शक्नुमः, यथा हस्तिपकं दृष्ट्वा हस्तेः अनुमानं कुर्मः. सत्यं. अग्रे तर्हि सा आधेयता कुत्र भवेत् इत्युक्ते अत्र हृदये वयं जानीमः जलं स्यात् अस्ति, पुस्तके लेखनी अस्ति, अग्रे अपि हृदादि निरूपितवृत्तित्वं तत् आधेयता हृदादि निरूपितम् आधेयता जले अस्ति, मीने अति अस्ति, लेखन्याम् अपि भवितुम् अर्हति. तावदेव अस्ति. इत्युक्ते हृदादिनिरूपितवृत्तित्वम् इत्यत्र हृदनिष्ठ हृदादिनिष्ठवृत्तित्वम् इति अपि वक्तुं शक्यते. हृदादिनिष्ठ अग्रे वृत्तित्वाभावः धूमे भवति. अस्तु. अत्र वृत्तित्वं जले मीने लेखन्यां वा भवति, अतः वृत्तित्व अभावः धूमे भवति. एवं विदो हि धूमस्य स्वभावः यत् यत्र वह्निर्नास्ति तत्र धूमोऽपि न भवति. अस्तु. तेन वन्यभावाधिकरणेषु अवृत्तित्वं धूमस्य सिद्ध्यति. इदं यत् अवृत्तित्वं वृत्तित्वाभावः धूमनिष्ठः सा एव धूमनिष्ठा व्याप्तिः. अस्तु. तर्हि अत्र वृत्तित्व अभावः धूमे भवति किमर्थमित्युक्ते धूमस्य स्वभावः एव अस्ति यत् यत्र वह्निः नास्ति तत्र धूमः अपि न भवति. अतः धूमे अवृत्तित्वम् अस्ति वन्याभाव अधिकरणेषु यत् अवृत्तित्वम् अस्ति तदेव धूमस्य अवृत्तित्वम् इति आगच्छति. तदेव अवृत्तित्वम् इत्युक्ते वृत्तित्व अभावः धूमनिष्ठः अस्ति सा एव व्याप्तिः इति अत्र व्याप्तेः व्याख्यानम् अथवा व्याख्या कृता अस्ति. तर्हि अवृत्तित्वम् इति कश्चन धर्मः अस्ति खलु. वृत्तित्वम् इति यथा कश्चन धर्मः वृत्तौ लभ्यते तथा अवृत्तित्वम् इति कश्चन धर्मः वृत्तौ लभ्यते. किन्तु वृत्तिः इति साकाङ्क्षपदार्थमस्ति खलु. इत्युक्ते आदेयः इति वदामश्चेत् कुत्र अधिकरणं किम् इति वक्तव्यम्. एवं वृत्तिः इति वदामश्चेत् अधिकरणं किम् इति वक्तव्यम्. तर्हि अत्र आदेयः केन निरूपितः इति वक्तव्यम् इति कृत्वा अत्र साध्य अभाववत् अवृत्तित्वम् इति उक्तं. तावदेव. साध्य अभावनिष्ठ अवृत्तित्वं साध्य अभाववत् निष्ठ अवृत्तित्वं धूमे तदेव व्याप्तिः इति. अस्तु. अग्रे महोदय. अस्तु. एवं पदानां स्वभावान् आदाय अस्माभिः व्याप्तिः निरूपिता. एतादृशः व्याप्त्याख्यः सम्बन्धः यस्मिन् ज्ञायते तस्य हेतुभूतस्य धूमस्य ज्ञानेन वह्नेः ज्ञानं भवति. अस्तु. अत्र धूमः धूमस्य स्वभावः कः इति आधारेण एव अस्माभिः व्याप्तिः इति निरूपिता. धूमनिष्ठ अवृत्तित्वम् इति एव व्याप्तिः इति वयम् अधुना एव निरूपिता. एतादृशः व्याप्त्याख्यः सम्बन्धः यस्मिन् ज्ञायते. अस्तु. व्याप्तिः व्याप्ति आधारेण यः व्याप्त्याख्यः सम्बन्धः यस्मिन् आख्यः इत्युक्ते नाम नाम संज्ञा व्याप्ति आख्यः सम्बन्धः अपि च व्याप्तिः इत्युक्ते सम्बन्धः एव खलु यस्मिन् व्याप्तिः इति नाम सम्बन्धः यस्मिन् ज्ञायते तदेव हेतुः इत्युक्ते धूम अत्र उदाहरणे धूमः एव तस्य ज्ञानेन एव वह्निः ज्ञानं भवति इति वस्तुतः पूर्वपक्षी वदति इति मनसि भवेत् किन्तु वयम् अस्माभिः चिन्तितम् अत्र भवतः गृहे हस्तिः अपि नास्ति हस्तिपकः अपि नास्ति इति दृष्ट्वा वने हस्तिः हस्तिः अस्ति हस्तिपकः अपि अस्ति इति ज्ञानं न भवति अनुमानं न कर्तुं शक्यते अत्र हृदे धूमभावः अस्ति अतः पर्वते धूमः अस्ति अतः अग्निः अपि अस्ति इति कथम् अनुमानं कर्तुं शक्नुमः सत्यं न भवति तर्हि किन्तु एतादृशहेतुः एतादृशव्याप्तिः कथं कार्यं करोति कुत्र कार्यं करोति इति चेत् यदि प्रातःकाले हृदं पश्यामः तत्र धूम इव दृश्यते धूमैव दृश्यते तत्र वस्तुतः मिस्ट् अस्ति फाग् अस्ति किन्तु धूमैव दृश्यते तर्हि तद्दृष्ट्वा ओ अत्र धूमः अस्ति इति कोऽपि वदति चेत् न भवति इति वक्तुम् एतत् प्रयोगम् इति वक्तुं शक्यते नो चेत् यथा भवता उक्तं तत्र पर्वते धूमः अस्ति किन्तु वायुना अत्र आगतम् इति चिन्तयतु हृदस्य उपरि आनीतम् इति चिन्तयतु तदा वक्तुं शक्यते न एतद् धूमः हृदात् न उत्पद्यते किन्तु वायुना आनीतमस्ति इति वक्तुं शक्यते अस्तु तर्हि धन्यवादः महोदय अग्रे सत्यभामा भगिनी पठति वा महोदय तच्च व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमे न केवलं व्याप्ति अवगाहते किन्तु धूमवह्निव्याप्त्यः इति पर्वतः धूमवान् इति ज्ञानाभ्यां जायमानत्वात् पर्वते धूमं धूमे व्याप्तिं च अवगाहते तच्च ज्ञानं परामर्शः इत्युच्यते यदग्रिमक्षणे वह्निप्रमा अनुमितिरूपा उत्पद्यते अत्र व्याप्तिरूपसम्बन्धस्य ज्ञाने धूमे न केवलं व्याप्तिम् अवगाहते महोदय भवान् पृच्छतु अहं वदामि अस्तु तच्च व्याप्तिरूपस्य रूपसम्बन्धस्य ज्ञानम् अत्र पूर्वस्मिन् परिच्छेदे व्याप्तिरूपज्ञानमुक्तं खलु व्याप्तिः इति सम्बन्धः व्याप्तिरूपस्य व्याप्त्याख्यसम्बन्धस्य ज्ञानं धूमे न केवलं व्याप्तिम् अवगाहते किन्तु धूमः वह्निव्याप्यः इति पर्वतः धूमवान् इति ज्ञानाभ्यां जायमानत्वात् पर्वते धूमं धूमे व्याप्तिं च अवगाहते अस्तु तर्हि धूमः वह्निव्याप्यः इत्यस्य कः अर्थः तत् प्रतिपादयतु भवती किम् अवगच्छति इति धूमः वह्निव्याप्यः यद् धूमः वयं पश्यामः तत् धूमं वह्निव्याप्यः इति इत्यस्य अर्थः कः वह्निव्याप्यः इति समस्तपदमस्ति तत्र विग्रहवाक्यं वदतु वह्निना व्याप्यः उत्तमं वह्निना व्याप्यः वह्निव्याप्यः तस्य अर्थः कः वह्निना व्याप्यः इत्युक्ते किं धूमः वह्निना व्याप्यः इति वाक्यस्य अर्थः कः किम् अवगच्छति भवती धूमस्य कारणम् अस्ति वह्निः इति न यदि धूमस्य कारणम् इति अस्ति तर्हि धूमः वह्निकार्यः इति वाक्यं भवेत् न तु व्याप्यः व्याप्यव्यापकभावः इति अस्माभिः किञ्चित् अधीतं खलु, आवृतम् इति न व्याप्यव्यापकभावः इत्युक्ते किम् इति मनसि आगच्छति वा? न स्मरामि महोदय. व्यापकः वह्निः व्याप्यः धूमः तत् व्यापकः वह्निः व्याप्यः धूमः. उत्तमम् उत्तमम्. किमर्थं वह्निः व्यापकः भवति धूमः व्याप्यः भवति? यत् अधिकदेशवृत्तित्वम् अस्ति तस्य तत् व्यापकः, न्यूनदेशवृत्तित्वं यदस्ति तद् व्याप्यः. सत्यम् इति अस्ति. अपि च अत्र केवलम् अधिकदेशवृत्तित्वम् इत्युक्ते अत्र विंशतिस्थलेषु वह्निः अस्ति इति चिन्तयतु, पञ्चस्थलेषु धूमः अस्ति इति चिन्तयतु, किन्तु भिन्नस्थलेषु येषु स्थलेषु वह्निः अस्ति तेषु एव पञ्चस्थलेषु धूमः इति नास्ति, भिन्नपञ्चस्थलेषु धूमः अस्ति. अत्र अधिकमस्ति वह्निः, अपि च धूमः न्यूनमेव अस्ति. तर्हि तत्र व्याप्यव्यापकभावः अस्ति वा? तत्र नास्ति. हा खलु. तर्हि यस्मिन् देशे वह्निः अस्ति तस्मिन्नेव देशे धूमः अपि भवेत्, किन्तु धूमः न्यूनः भवेत्. तर्हि विंशतिस्थलेषु वह्निः अस्ति तेषु एव विंशतिस्थलेषु पञ्चस्थलेषु वह्निः धूमः अस्ति चेत् इदानीं वह्निः धूमयोः मध्ये व्यापकव्याप्तिभावः अस्ति. तदेव अर्थः धूमः वह्निः व्याप्यः, वह्निना व्याप्यः इत्युक्ते यत्र यत्र वह्निः अस्ति तत्र तत्र धूमः अस्ति, किन्तु वह्नेः अपेक्षया धूमः न्यूनमस्ति. न्यूनमस्ति इति प्रायः न वक्तव्यम्, इतोपि स्पष्टतया वक्तव्यं चेत् अधिकं नास्ति इति वक्तव्यम्. अधिकं न भवेत् इत्युक्ते विंशतिस्थले वह्निः, किन्तु एकविंशतिस्थले धूमः इति न भवेत्. Not more than. Instead of saying less than, we can say not more than. तदा वह्निः धूमः वह्निः व्याप्यः इति वक्तुं शक्यते खलु. अस्तु अग्रे. पर्वतः धूमवान् महोदय. हा तर्हि व्याप्यव्यापकभावः एकं नास्ति, व्याप्यभावः अपि भवितुमर्हति, द्वयोः अपि भवितुमर्हति, घटना किम् इति सन्दर्भं दृष्ट्वा वा? न, अत्र अपेक्षा अस्ति. किम् अपेक्ष्य अत्र प्रसङ्गः क्रियते इति वक्तव्यं तावदेव. इत्युक्ते व्यापकः व्याप्यव्यापकभावः एवं व्यापकव्याप्यभावः इति न यदा कदापि न भवति. इत्युक्ते व्यापकः कः इति अस्माभिः मनसि निश्चेतव्यम्. तदपेक्षया व्याप्यः अधिकदेशवृत्तित्वं तस्य न भवेत्, तावदेव इष्टम्. तर्हि किन्तु किन्तु यदि अस्ति चेत् यदा भवान् अवदत् खलु, अस्ति चेत् इत्युक्ते at some point of time the fire seems to be adhikadesha vruttitvam, and some point of time the dhuma seems to be adhikadesha vruttitvam. At some point in time dhuma dhumasya adhikadesha vruttitvam kasmin sandarbhe labhyate vadatu. Agnihotre api when I put the kasta is not proper, then it is not dry wood, tarhi it increases. But when the kasta I have put is good, then the same place, it changes. Hello, samaya. Na buddham. Adhika desha vrittitvam itite bhavan kim chinteti? Atra agni kunde agnihi asti, kintu dhumaha sarvatra asti iti tadushyam chinteti va? There is more dhuma than the... Na, tadushyam nasti atra. The vivaksha is not that. यत्र यत्र धूमः तत्र तत्र वह्निः इत्युक्ते यस्मिन् देशे वह्निः अस्ति तस्मिन्नेव देशे धूमः इति नास्ति. वह्नेः एकदेशमस्ति चेत् तस्मात् उत्पद्यमानधूमः इत्युक्ते अत्र आशयः एवमस्ति महोदय. पाकशालायां यद् गेस् स्टव् अस्ति खलु तत्र वह्निः अस्ति वा न वा? अस्ति. किन्तु धूमः अस्ति वा न वा? नास्ति. हा तर्हि पाकशालायां वह्निः अस्ति किन्तु धूमः नास्ति. तर्हि वह्नेः एकदेशं पाकशालायां लब्धं. तदनन्तरम् इदानीम् अन्यत्र यज्ञः जायते इति चिन्तयतु. यत्र काष्ठानि अत्र शुष्ककाष्ठानि न सन्ति चेत् तत्र धूमः उत्पद्यते खलु? आम्. तर्हि यज्ञशालायां अग्निः अस्ति तत्र धूमः अपि अस्ति खलु? अस्तु. तर्हि वह्निः कति देशेषु अस्ति इति चेत् पाकशालायाम् अस्ति अपि च यज्ञशालायामपि अस्ति. देशद्वये वह्निः अस्ति किन्तु धूमः एकस्मिन् देशे एव अस्ति इति तादृशचिन्तनम्. ओ दि इन्स्टेन्स् तादृशचिन्तनं. वस्तुतः अत्र धूमः कियत् देशे अस्ति, वह्निः कुत्र अस्ति इति तादृशचिन्तनं नास्ति. महोदय बुद्धं वा? बुद्धं. तर्हि अग्निः यदस्ति तदेव अधिक अस्ति खलु? धूमः अस्ति वा नास्ति वा कार्यकारणभावे कार्यं भवतु कार्यं न भवतु तत् सर्वदा भवति खलु. अतः व्याप्य इति धूमः, व्यापकः इति अग्निः इति वक्तुं न शक्यते वा? हा सत्यं सत्यं वक्तुं शक्यते किन्तु सर्वदा न्यूनम् इति न भवेत्. समानमस्ति चेदपि व्याप्यव्यापकभावः वक्तुं शक्यते इति अहम् इष्टवान् वक्तुं. मम विवक्षा आसीत् धूमवह्न्योः मध्ये तादृशभावः अस्ति यत्र पाकशालायां केवलं वह्निः एव लभ्यते न तु धूमः इति कृत्वा धूमस्य न्यूनदेशवृत्तित्वं वक्तुं शक्यते, प्रदर्शयितुमपि शक्यते किन्तु सर्वत्र तादृशं न भवति खलु? आम् महोदय. तर्हि एकमेव तत् व्याप्यव्यापकभावः एव अस्ति. इट् डस् नाट् चेञ्ज्. मम प्रश्नः पूर्वमपि तदेव. न न इफ् सपोसिङ्ग् ऐ एम् ट्रैङ्ग् टु थिङ्क् आफ़् अनदर् एक्साम्पल् वेर् देर् इस् नो न्यूनदेशवृत्ति. Wherever this is, that will also be. That kind of example I am trying to think of. Kasyapi manasi agachati va tadrisho udaharanam? I'm not able to get one example, but my vivaksha was this. Nyuna desha vrittitvam ityukte sarvada nyunam eva bhavet iti nishchayena nasti. Astu iti nishchayena nasti. Tadrisham tatra samanam yatra asti ubhayoha samanata yatra asti tatra ekam vyapaka anyad vyapyam punaha viparita ritya api vaktum shakyate asmakam vivaksha anusaram. Kintu adikyam nasti khalu. आधिक्यमित्युक्ते किं? मोर् इन्स्टेन्सेस् केनाट् बि मोर् लैक् धूम इन्स्टेन्स् केनाट् बि मोर् देन् अग्नि बीङ्ग् बेस्ड् आन् अग्नि एस् अ कारण. नो दट् इस् युर् अगेन् थिङ्किङ्ग् ओन्ली अबौट् धूम अण्ड् वन्नि. डोण्ट् थिङ्क् अबौट् थिङ्क् आफ़् अनदर् एक्साम्पल् वेर् बोत् विल् आल्वेस् बि ईक्वलि प्रसेण्ट्. महोदय तादृश उदाहरणेषु अत्र एकः व्यापकः भवितुमर्हति, अन्यः व्याप्यः विपरीतरीत्या अपि भवितुं वक्तुं शक्यते. अस्माकं विवक्षानुसारं सूर्यः अस्ति चेत् प्रकाशः अस्ति किन्तु ट्यूब्लैट् अस्ति महोदय. न न हा सत्यं खलु ट्यूब्लैट् मध्ये प्रकाशः अस्ति किन्तु तत्र सूर्यः नास्ति. अस्तु वह्निः अपि च उष्णमिति स्वीकुर्मः. वह्निः अपि च उष्णं वह्नौ विद्यमान उष्णम् इति स्पर्शः. तयोः मध्ये इदानीं स्वामी महोदय वदतु. व्यापकः वह्निः व्याप्य उष्णः. किमर्थं विपरीतरीत्या न भवितुं शक्यते? तादृशसन्दर्भः अस्ति वा यस्मिन् वह्निः यत्र वह्निः अस्ति किन्तु उष्णः नास्ति इति? न महोदय, न्यूनम् अस्ति प्रायः, किन्तु भवति एव. न्यूनमस्ति इत्युक्ते किम्? ऐ मे नाट् बि एबल् टु फील् दट् इट् इस् वेरि इट् इस् हाट् आल्सो. न न, अस्तु, अत्र तर्हि न्यूनमिति मा वदतु, तत्र इण्टेन्सिटि इति भिन्नवार्ता अस्ति खलु. अस्तु, तर्हि इदानीं मया उदाहरणम् उक्तं वह्निः उष्णम् इति. तत्र यत्र यत्र वह्निः अस्ति तत्र तत्र धूम उष्णः अस्ति. तर्हि वह्निम् उष्णं दृष्ट्वा वह्नेः अनुमानमपि कर्तुं शक्यते, वह्निं दृष्ट्वा उष्णस्यापि अनुमानं कर्तुं शक्यते. महोदय, उष्णं दृष्ट्वा वह्नस्य अभावः अपि भवितुम् अर्हति महोदय. It's not necessary that fire should be the only cause of heat. There are other things which can cause heat. Like what? Sun. Kim? Tatra sun. Suryaha. Tatra vanihi nasti. Ushnamasti. Vasutaha suryasya औष्ण्यं तत्र वह्निः अस्ति इति कृत्वा एव वस्तुतः तादृशमस्ति. सूर्ये वह्निः अस्ति अतः एव तत्र औष्ण्यमपि अस्ति. भवतु, किन्तु प्रदर्शनार्थं मया उक्तं खलु, अवगतं खलु महोदय? अवगतं महोदय. I think I got whether equal instances then it's possible. I just wanted to clarify, it need not always be the less, it can be equal, it should not be more. Tadeva asya satyam amode tattu buddham ha. Astu varsha bagini vadatu mahodaya, atra gandhavatvam prithivyam asti iti vaktum shakyate kila mahodaya? Atra tu nyunadesha vrittitvam nasti, adhikadesha vrittitvam api nasti, yatra yatra prithivi tatra tatra gandhah asti iti. सत्यं सत्यम्, उत्तमं. हा, उत्तमम् उत्तमं. तर्हि गन्धवत्वम् इति अस्ति पृथिव्याः लक्षणम्, अतः एव अत्र गन्धं स्वीकृत्य पृथिव्याः लक्षणं कृतम्. हा, तत्र इदानीं वक्तुं शक्यते गन्धः पृथिव्या व्याप्यः पृथिवीव्याप्यः इति वक्तुं शक्यते. विपरीत्यरीत्यापि वक्तुं शक्यते, पृथिवी गन्धव्याप्यः इति अपि वक्तुं शक्यते. तत्र किमर्थमित्युक्ते यत्र यत्र गन्धः अस्ति तत्र तत्र पृथिवी अस्ति, यत्र यत्र पृथिवी अस्ति तत्र सर्वत्र गन्धः अस्ति एव. एकमपि देशः नास्ति यत्र एकमेव अस्ति अन्यद् नास्ति इति. अस्तु, सत्यं मम भगिनी, पर्वतः धूमवान् इत्युक्ते किम्? पर्वतः धूमवान् इति ज्ञानम्. अत्र कीदृशधूमः इत्युक्ते वह्निव्याप्य. एकनिमिषम्, अत्र क्रमेण पर्वतः धूमवान् इत्यनेन किं बोध्यते? पर्वते धूमः अस्ति इति, अयं पर्वतः धूमः धूमवान् इति. सत्यं सत्यं. तर्हि पर्वतः इति धूमवान्, पर्वतः धूमवान् इति ज्ञानं केन प्रमाणेन लभ्यते? प्रत्यक्षप्रमाणेन. हा, धूमः वह्निव्याप्यः इति केन प्रमाणेन लभ्यते? तद् अनुमानम्. वस्तुतः तद् अनुमानं नास्ति. पूर्वं बहुत्र पूर्वं यत्र कुत्रापि दृष्टवन्तः तस्य आधारेण तादृशनानं द्रष्टुः आत्मनि भवति. हा, इत्युक्ते धूमः वह्निव्याप्यः इति ज्ञानमपि प्रत्यक्षेन एव जायते. इत्युक्ते वस्तुतः धूमः वह्निव्याप्यः इति साक्षात् ज्ञानं प्रत्यक्षेन न जायते, किन्तु बहुत्र वह्निः अपि च धूमः उभयं मिलित्वा दृष्ट्वा अपि च एकमपि तादृशसन्दर्भः मया दृष्टः यत्र धूमः अस्ति किन्तु वह्निः नास्ति. वह्निः अस्ति किन्तु धूमः नास्ति इति तादृशसन्दर्भः पाकशालायां मया दृष्टः, किन्तु एकमपि सन्दर्भः मया न दृष्टः यत्र धूमः अस्ति किन्तु वह्निः नास्ति. तर्हि इदानीं बहुत्र बहूनि प्रत्यक्षज्ञानानि लब्ध्वा एतादृशचिन्तनं मया कृतं, तर्कः कृतः धूमः वह्निव्याप्यः इति खलु. तर्हि धूमः वह्निव्याप्यः इति भिन्नज्ञानमस्ति, पर्वतः धूमवान् इति प्रत्यक्षेण जायमानं ज्ञानमस्ति. इदानीम् इति ज्ञानाभ्याम् इति ज्ञानाभ्यां जायमानत्वात् इति अस्ति. तर्हि किं जायमानमस्ति अत्र? ज्ञानं. किं ज्ञानं? ज्ञानस्य आकारः वदतु. तदेव अयं पर्वतः वह्नि व्याप्य धूमवान् इति ज्ञानं. तद् तदेव नूतन ज्ञानं महोदय. इति ज्ञानाभ्यां किं जायते? वाग्निधूमयोः सम्बन्धज्ञानम्. अत्र तच्च व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमे न केवलं व्याप्तिम् अवगाहते किन्तु धूमः वह्निव्याप्यः इति पर्वतः धूमवान् इति ज्ञानाभ्यां जायमानत्वात्. तत्र वह्नि तच्च व्याप्तिरूपसम्बन्धस्य ज्ञानं धूमे उभाभ्यां ज्ञानाभ्यां जायमानत्वात् पर्वते धूमं धूमे व्याप्तिं च अवगाहते. तर्हि परामर्शः इत्युक्ते किं? तच्च धूमज्ञानं परामर्शः इत्युच्यते. तर्हि परामर्शः इत्युक्ते किम् इति चेत् वह्नि व्याप्य धूमवान् पर्वतः इति ज्ञानम्. पर्वतः धूमवान् इति ज्ञानं तु साक्षात् प्रत्यक्षेन जायते. धूमः वह्निव्याप्यः इति ज्ञानं बहुषु स्थलेषु प्रत्यक्षज्ञानं प्रत्यक्षज्ञानं जनित्वा तदनन्तरं निगमनं क्रियते अस्माभिः धूमः वह्निव्याप्यः इति. किन्तु उभयोः ज्ञानयोः एव अत्र परामर्शज्ञानं जायते खलु. तत् तदेव परामर्शज्ञानं वह्निव्याप्य धूमवान् पर्वतः इति ज्ञानं. तर्हि वह्निव्याप्य धूमवान् पर्वतः इति परामर्शज्ञानं यदा अस्ति तदा एव तदनन्तरम् अनुमितिज्ञानं जायते. भगिनी श्रूयते वा? श्रूयते, किमपि न श्रूयते इदानीं. अत्र मया पृष्टम् अनुमितिज्ञानस्य आकारं किम् इति पृष्टम्. ओ ओके, ज्ञानोत्तरं जायमानं ज्ञानम् इति. न न, अत्र अस्मिन् उदाहरणे अनुमितिज्ञानस्य आकारः कः? अनुमिति इति अनुमानम् अनुमिति यदि अनुमितिज्ञानमेव परामर्शज्ञानमेव अनुमितिज्ञानं नास्ति. परामर्शज्ञानेन जायमानं ज्ञानम् अनुमितिः. परामर्शेन ज्ञानेन जायमानं परामर्शज्ञानमस्ति. एकनिमिषं महोदय. परामर्शज्ञानमस्ति पर्वतः वह्निं व्याप्य धूमवान् इति. तेन जायमानज्ञानमस्ति पर्वतः वह्निमान् इति. उत्तमं, तदेव खलु, तदेव अनुमितिज्ञानम्. अनुमितिज्ञानस्य आकारः कः इति एव मया पृष्टं, पर्वतः वह्निमान् इति. तर्हि अनुमानस्थले चत्वारि ज्ञानानि अपेक्षितानि भवन्ति. प्रथमं पर्वतः धूमवान् इति प्रत्यक्षेन ज्ञानं प्रापणीयमस्ति. तदनन्तरं धूमः वह्निव्याप्यः इति अपि ज्ञानं मनसि भवेत्, व्याप्तिज्ञानं मनसि भवेत्. तदनन्तरम् अयं पर्वतः वह्निव्याप्य धूमवान् इति परामर्शज्ञानं इति ज्ञानं जायेत. तदनन्तरं पर्वतः वह्निमान् इति ज्ञानम् अनुमितिज्ञानम् उत्पद्यते. तर्हि पर्वतः वह्निमान् इति अनुमितिज्ञानस्य कारणं किम्? भगिनी वदति वा? पूर्वं यत् ज्ञानम् अस्ति तदेव धूमः वह्निव्याप्यः अपि च पर्वतः धूमवान् इति ज्ञानद्वयम् नास्ति भगिनि. पर्वतः वह्निमान् इति अनुमितिज्ञानस्य कारणं किम्? चतुर्थज्ञानमस्ति वह्नि पर्वतः वह्निमान् इति, अद्य तदेव अनुमितिज्ञानं खलु. परामर्शेन अनुमिति जायते. तर्हि परामर्शज्ञानं किम्? आकारः वदतु. अयं पर्वतः वह्निव्याप्य धूमवान् इति. तर्हि पर्वतः वह्निमान् इति ज्ञानस्य अनुमितिज्ञानस्य कारणमस्ति अयं पर्वतः वह्निव्याप्य धूमवान् इति परामर्शज्ञानं तृतीयज्ञानं. पुनः अयं पर्वतः वह्निव्याप्य धूमवान् इति ज्ञानस्य कारणं किम्? अयं पूर्वं यत् ज्ञानद्वयमस्ति तयोः मध्ये विद्यमानसम्बन्धः. तयोः मध्ये विद्यमानसम्बन्धः इति नास्ति, वस्तुतः एतद् ज्ञानद्वयमपि कारणं भवति परामर्शज्ञानस्य. तर्हि प्रथमज्ञानं द्वितीयज्ञानम् उभयमपि तृतीयज्ञानस्य कारणं, तृतीयज्ञानं चतुर्थज्ञानं प्रति कारणम्. तर्हि परामर्शज्ञानम् इति अनुमानज्ञानमस्ति, चतुर्थज्ञानम् अयं पर्वतः पर्वतः वह्निमान् इति ज्ञानम् अनुमितिज्ञानमस्ति. अतः एव अत्र उभयत्र अनु इति पदं प्रयुक्तं. परामर्शज्ञानम् अपि अनुमानज्ञानम् अपि ज्ञानेन जायते इति कृत्वा, ज्ञानाभ्यां जायते. धूमः वह्निव्याप्यः इति एकं ज्ञानं, पर्वतः धूमवान् इति द्वितीयज्ञानम्. उभयोः ज्ञानयोः एव परामर्शः जायते. तदनन्तरं परामर्शेन अनुमितिः जायते इति कृत्वा परामर्शज्ञानस्य अन्यनाम अस्ति अनुमानं. तदेव करणम्, असाधारणं कारणं करणं. परामर्शज्ञानं विना पर्वतः वह्निमान् इति अनुमितिज्ञानं न भवति इति कृत्वा परामर्शज्ञानम् असाधारणकारणं भवति इति कृत्वा करणं भवति. करणम् इत्युक्ते किं? प्रमाणम् इत्युक्ते करणमेव खलु. प्रत्यक्षे इन्द्रियाणि करणानि भवन्ति, किन्तु करणं किम् इति चेत् परामर्शज्ञानमेव करणं भवति. अपि च परामर्शज्ञानं कथं जायते इति चेत् उभाभ्यां ज्ञानायते, व्याप्तिज्ञानम् अपि च प्रत्यक्षज्ञानं. पर्वतः हेतुमान्, पक्षः हेतुमान् इति ज्ञानं. बुद्धं वा? आं महोदय, बुद्धम्. अस्तु, तर्हि अग्रे गच्छेम. वर्षा भगिनी पठति वा ज्ञानद्वयेन? ज्ञानद्वयेन परामर्शोत्पत्तिः. कथं हि ताभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते? उच्यते, विशिष्टवैशिष्ट्य अवगाहि ज्ञानं प्रति विशेषणता अवच्छेदकप्रकारकज्ञानस्य कारणत्वं निरूपितमेव प्रत्यक्षखण्डे सन्निकर्षवर्णनप्रसङ्गे. परामर्शः अत्र भवति विशिष्टवैशिष्ट्यावगाहि ज्ञानरूपः. यथा उदाहरणे मक्षिका विशिष्टः दण्डः पुरुषे ज्ञायते इति तत् विशिष्टवैशिष्ट्यावगाहि ज्ञानं भवति. तद्वदेव इह व्याप्तिविशिष्टः धूमः पर्वते ज्ञायते इति तत् भवति विशिष्टवैशिष्ट्यावगाहि ज्ञानम्. अत्र पूर्वमेव दृष्टवन्तः विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् इति भूतलं दण्डपुरुषवत् इति ज्ञानम् अस्ति अत्र न तु अत्र तु उदाहरणं दत्तमस्ति मक्षिका विशिष्टदण्डपुरुषः इति ज्ञानं तद्वदेव अत्र अपि एकनिमिषं प्रतिपादयति वा मक्षिका दण्डः पुरुषे इत्यत्र विशिष्टः कः वैशिष्ट्यं किम् इति किञ्चित् प्रतिपादयति वा उदाहरणं मक्षिका विशिष्टः दण्डपुरुषः इति अत्र अस्ति दण्डपुरुषः दण्डपुरुषः इति प्रथमं पुरुषः तु पुरुषः अपि च दण्डः मध्ये वैशिष्ट्यम् अस्ति एकवारं पठतु वाक्यं यथा यथा उदाहरणे मक्षिका विशिष्टः दण्डः पुरुषे ज्ञायते इति पुरुषे ज्ञायते पुरुषः ज्ञायते नास्ति पुरुषे ज्ञायते तर्हि इदानीं वदतु प्रथमं तु पुरुषः आधारः अस्ति तत् ज्ञानस्य विशेषः भवति प्रकारः दण्डे अस्ति दण्डपुरुषः इति भवति तेन द्वयोः मध्ये संयोगः यः अस्ति तत् वैशिष्ट्यम् इति पदेन ज्ञायते अत्र विशिष्टं किम् इत्युक्ते मक्षिका एव विशिष्टं तेन दण्डपुरुषः व्यवह्रियते अतः विशेषणम् अत्र मक्षिकायाम् अस्ति भगिनी अत्र ज्ञानस्य विषयः कः मुख्यविषयः कः दण्डपुरुषः मक्षिकावान् इति नास्ति वाक्यं पुनः पठतु मक्षिका विशिष्टः दण्डः पुरुषे किं ज्ञायते अत्र विशिष्टवैशिष्ट्यज्ञानमस्ति महोदय द्वे अपि ज्ञायते प्रथमं तु दण्डपुरुषः अस्ति तद् द्वितीयं तु तस्य विशिष्टः अस्ति मक्षिका इति अतः भगिनि इदानीं तत् त्यजतु अहं वाक्यं पठामि तत् श्रुत्वा किं ज्ञायते इति वदतु मक्षिका विशिष्टः दण्डः पुरुषे ज्ञायते इति वाक्यं श्रुत्वा किं ज्ञायते पुरुषे मक्षिका विशिष्टदण्डः अस्ति इति ज्ञायते अत्र वस्तुतः ज्ञानस्य विषये दण्डः एव ज्ञायते खलु दण्डः ज्ञायते तर्हि मम प्रश्नस्य उत्तरम् एवं भवेत् किं ज्ञायते दण्डः ज्ञायते कुत्र ज्ञायते पुरुषे ज्ञायते कीदृशदण्डः मक्षिका विशिष्टदण्डः ज्ञायते तर्हि ज्ञानस्य विषयः अत्र अस्ति दण्डः बुद्धं वा महोदय मक्षिकाविशिष्टदण्डः पुरुषे ज्ञायते इत्यस्मिन् वाक्ये ज्ञानं कस्मिन् विषये किं ज्ञायते इति चेत् दण्डः एव ज्ञायते अतः एव तत् प्रथमायाम् अस्ति कुत्र ज्ञायते तादृशदण्डः कुत्र अस्ति पुरुषे अस्ति इति अपि ज्ञायते अपि च दण्डः सामान्यदण्डः भवति नो चेत् मक्षिकाविशिष्टदण्डः यस्मिन् दण्डे मक्षिका अस्ति तादृशमक्षिकाविशिष्टदण्डः पुरुषे ज्ञायते इत्युक्ते अत्र वस्तुतः ज्ञानस्य विषयः अस्ति दण्डः बुद्धं खलु एवम् इदानीम् अत्र द्वितीय उदाहरणं प्रतिपादयतु तदा एव द्वितीय उदाहरणं भवति व्याप्तिविशिष्टः धूमः पर्वते इति अत्रापि धूमः विषयः केन विशिष्टः? व्याप्त्या विशिष्टः. अपि च कुत्र? पर्वते अस्ति. हा इति भवेत्, इत्युक्ते पर्वते भवेत्. धूमः अन्यत्र यत्र कुत्रापि दृष्ट्वा पर्वते वह्निः इति अनुमानं न कर्तुं शक्यते खलु, किन्तु धूमः एव अत्र हेतुः. तर्हि स च धूमः कुत्र द्रष्टव्यः अस्ति? कस्य कस्य अवगमनं भवेत्? पर्वते विद्यमानधूमस्य अवगमनं भवेत्. तर्हि धूमः अत्र किं ज्ञायते? धूमः ज्ञायते. कुत्र ज्ञायते? पर्वते ज्ञायते, तदपि मुख्यम्. अपि च सामान्यधूमः नास्ति, व्याप्तिविशिष्टधूमः, व्याप्त्या विशिष्टः धूमः. तर्हि व्याप्तिः इत्युक्ते किम् इति भिन्नवार्ता अस्ति. धूमः वह्निव्याप्यः इति. तर्हि व्याप्तिविशिष्टधूमः पर्वते ज्ञायते. तर्हि अत्र विशिष्टः इत्युक्ते विशेषणम्, अत्र व्याप्तिः इति विशेषणं भवति धूमस्य. तर्हि ते व्याप्त्या धूमः विशिष्टः अस्ति. तर्हि विशिष्टः कः इति चेत् धूमः एव. व्याप्तिः विशेषणं, व्याप्त्या विशिष्टम् अस्ति, विशिष्टः अस्ति धूमः. अपि च अत्र वैशिष्ट्यम् इत्युक्ते अत्र सम्बन्धः इति अस्माभिः अधीतं खलु. तादृशधूमः यः धूमः पर्वते विद्यते, तादृशधूमः. तर्हि व्याप्ति अपेक्षया धूमः विशिष्टः भवति, पर्वत अपेक्षया धूमः वैशिष्ट्यः भवति इति बोधः. बुद्धं वा? आम् महोदय. परन्तु एकः प्रश्नः अस्ति महोदय, किमर्थं किमर्थं व्याप्तिविशिष्टः इति द्रष्टव्यम्? अत्र धूमः तु धूमः वन्यो मध्ये व्याप्तिव्यापकभावः तु अस्ति एव. धूमः अव्याप्तिः विशिष्टः अपि भवितुम् अर्हति वा? धूमः अस्ति चेदेव व्याप्तित्वम् अस्ति. अत्र जायमान अत्र वार्ताद्वयम् अस्माभिः अधीतं खलु, विद्यमानस्य ज्ञायमानस्य इति. वह्निः विना धूमः यदा कदापि न भवति, किन्तु तादृशज्ञानं मयि नास्ति चेत् अनुमानं कर्तुं शक्यते वा? न. धूमः वह्निः विना तस्य निर्दिष्टं भवति वा? अत्र तर्हि धूमः केवलं चक्षुषा ग्रहीतुं शक्यते, पर्वते धूमः अस्ति इति पर्व चक्षुषा ग्रहीतुं शक्यते, चाक्षुषज्ञानं भवितुमर्हति. किन्तु धूमे विद्यमानव्याप्तित्वं तत्र व्याप्तित्वं सत्यं, व्याप्तित्वं चक्षुषा न गृह्यते खलु. यत्र यत्र धूमः वह्निः विना धूमः न भवति इति ज्ञानं भिन्नज्ञानमस्ति, तत्तु चक्षुषा न गृहीतुं शक्यते. किन्तु मम पौत्रः धूमं पश्यति चेत् तेन यद्यपि सः धूमं पश्यति तथापि तेन पर्वते वह्निः अस्ति इति अनुमानं न कर्तुं शक्यते. किमर्थं? तस्मिन् वह्निव्याप्य धूमः सः न पश्यति, केवलं धूमः पश्यति. वह्निविशिष्ट न व्याप्तिविशिष्टधूमं सः न पश्यति, केवलं धूमः एव पश्यति सः, धूममेव पश्यति सः. बुद्धं खलु? हा अस्तु. तर्हि अग्रे रमेशमहोदय पठति वा? एवञ्च जन्यज्ञानस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम्. एतादृशज्ञानं प्रति विशेषणता अवच्छेदकप्रकारज्ञानस्य कारणत्वं वक्तव्यम्. पूर्वोक्तरीत्या तर्हि यत् जन्यज्ञानस्य तर्हि जन्यज्ञानम् अत्र व्याप्तिः व्याप्तिविशिष्टधूमः पर्वते अस्ति इति ज्ञानं. तस्य ज्ञानस्य विशिष्टवैशिष्ट्य अवगाहित्वं सिद्धम्. तर्हि तत्र विशिष्टं व्याप्तिधूमः इति विशिष्ट वैशिष्ट्यं पर्वतः अस्ति, तद् ज्ञानं तद् तस्य अवगाहित्वं सिद्धं, तत् सिद्धम् एतादृशान्. अत्र विशिष्टं वैशिष्ट्यम् इति भवान् अवगच्छति वा? विशिष्टः इत्युक्ते किम्? यः विशेषणम् अस्ति तद् विशिष्टः. नास्ति, पुनः वदतु. दट् विच् विशिष्ट दट् विच् इस् separated by that, that is, what shall we call, the one that is differentiated is the Vaishishtyam, and the one that differentiates is the Vishishta. Nasti. That which differentiates is Visheshanam. Yad Vyavartayati Tad Visheshanam. यस्य वावर्तनं भवति तद् विशिष्टं भवति. तर्हि अत्र धूमः एव विशिष्टः अस्ति. केन विशिष्टः? व्याप्त्या विशिष्टः अस्ति. व्याप्तिः इति विशेषणम् अस्ति, व्याप्त्या विशिष्टः अस्ति धूमः इति कृत्वा विशिष्टः इति पदेन धूमः एव उक्तः. अत्र विशेषणम् अस्ति व्याप्तिः. व्याप्त्या विशिष्टः धूमः. अपि च वैशिष्ट्यम् इत्युक्ते सम्बन्धः. स च धूमः कुत्र अस्ति? संयोगसम्बन्धेन पर्वते अस्ति इति तत्र संयोगसम्बन्धम् अपि अवगाहते खलु. तदेव वैशिष्ट्यम् अस्ति. स च सम्बन्धः एव वैशिष्ट्यमस्ति. अपि च स च सम्बन्धः वैशिष्ट्यम् इति सम्बन्धः यस्मिन् अस्ति तदपि, तर्हि तदपि विशिष्टः भवति. इत्युक्ते व्याप्तिः यस्मिन् अस्ति सः विशिष्टः धूमः. पुनः वैशिष्ट्यम् इति सम्बन्धः. वैशिष्ट्यम् इत्युक्ते किं? सम्बन्धः. तद्वैशिष्ट्यं कुत्र अस्ति? विशिष्टे अस्ति. अतः एव विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् इति उक्तम्. विशिष्टस्य ज्ञानं भवेत्. यदा विशिष्टस्य विशिष्ट इति वदेम तर्हि केन विशिष्टम् इति प्रश्नः वदेति खलु. तर्हि व्याप्त्या विशिष्टम् अपि च तादृशविशिष्टे विशिष्टं विशिष्टे कः सम्बन्धः अस्ति इति अपि ज्ञातव्यं. कः सम्बन्धः अस्ति इति चेत् सम्बन्धः द्विनिष्ठः इति कृत्वा कस्मिन् अस्ति, केन सम्बन्धेन अस्ति इति एतत् सर्वं ज्ञाने भवेत् इति कृत्वा यत्र विशिष्टवैशिष्ट्य अवगाहि ज्ञानम् इति उक्तं. बुद्धं वा? आं महोदय. अस्तु, तर्हि इदानीम् अग्रे पठतु. एतादृशं ज्ञानम्, एतादृशं ज्ञानं प्रति विशेषणता अवच्छेदकप्रकारज्ञानस्य कारणत्वं वक्तव्यम्. इत्युक्ते किम्? एतदेव भवतः गृहपाठः, भवतां गृहपाठः अस्ति. अत्र अस्माभिः पठितं खलु, देवदत्तः दण्डवान् दण्डवत्पुरुषः भूतले इति उदाहरणम् अस्ति खलु. तदेव विशिष्टवैशिष्ट्य अवगाहि ज्ञानस्य उदाहरणं पठितं. तत्र प्रकारत्वं कुत्र अस्ति, प्रकारता कुत्र अस्ति, विशेष्यः कुत्र अस्ति इति अस्माभिः अधीतं खलु. एवम् अत्रापि वक्तव्यम्. अत्र वह्नि व्याप्ति विशिष्ट धूमः पर्वते इति ज्ञानं, यथा दण्डवान् पुरुषः भूतले इति ज्ञानम्, एवं व्याप्तिवान् धूमः पर्वते इति ज्ञानं स्वीकृत्य प्रकारता कुत्र कुत्र अस्ति, विशेष्यता कुत्र कुत्र अस्ति इति वक्तव्यं. वक्तव्यम् इति केवलं गृहपाठरूपेण अस्माभिः चिन्तनीयम् इति ग्रन्थकारेण उक्तं. तर्हि एतदेव गृहपाठत्वेन वयं कुर्मः. अस्तु, अग्रे महोदय. आम् महोदय. पूर्वोक्तरीत्या जन्यज्ञाने यः विशिष्टपदेन गृहीतः सः जनकज्ञानेन विशेषणपदेन ग्राह्यः. तर्हि एकं विशेषणं भवति, तद् पुनः विशेष्यम् अपि भवति. प्रकृते जन्यज्ञाने धूमवैशिष्ट्यं पर्वते भासते, अतः विशेषणपदेन धूमः दर्तव्यः. तत्र पर्वते धूमः दृश्यते, तर्हि धूमे वैशिष्ट्यं धूमवैशिष्ट्यं पर्वते भासते, तर्हि तद् धूमः इति विशेषणं भवति. विशेषण तर्हि विशेषेण विशेषणपदेन धूमः दर्तव्यः. विशेषणता धूमे विशेषणता अवच्छेदकं व्याप्तिः, तत् प्रकारं ज्ञानं धूमवह्निव्याप्यः इति व्याप्तिज्ञानं, तदेव कारणं भवति. तत्र चित्रं चित्रम् अत्र अस्ति. धूमः धूमः धूमे धूमे तत्र विशेषव्याप्तिः विशेषणता व्याप्तिः इति विशेषणता विशेषणम् अस्ति धूमस्य. तर्हि विशेषणतावच्छेदकता व्याप्तिः तत् तस्य तत् प्रकारकं ज्ञानं धूमे धूमः वह्निव्याप्यः इति. तर्हि प्रकारता वह्निव्याप्ये अस्ति, विशेष्यता तत्र धूमे अस्ति. उत्तमम्. द्वयोः मध्ये संयोगः यत् अस्ति तद् किमस्ति, तद् संयोगः संयोगः नास्ति, संयोगः नास्ति. तस् संसर्गता कुत्र भवति तर्हि? तदेव गृहपाठः भवतु. इदानीं तस्मिन् विषये चिन्तनं मास्तु. अत्र किं लिखितमस्ति, धूमः विशेषणमस्ति खलु, पर्वतं पर्वतदृष्ट्या धूमः विशेषणमस्ति. तर्हि तस्मिन् तर्हि धूमः विशेषणमस्ति इति कृत्वा धूमे विशेषणता अस्ति. किन्तु तादृशधूमे किमस्ति, व्याप्तिः अपि अस्ति खलु. तर्हि व्याप्तिः अवच्छेदकः भवति विशेषणतायाः. विशेषणता धूमे अस्ति, तस्मिन्नेव धूमे व्याप्तिः अपि अस्ति इति कृत्वा व्याप्तिः एकस्मिन् स्तरे अस्ति इति कृत्वा व्याप्तिः अवच्छेदकः भवति धूमस्य. अपि च व्याप्तिः प्रकारः अपि भवति धूमज्ञाने. धूमः इति विशेष्यम् इति स्वीकुर्मश्चेत् तत्र प्रकारः भवति व्याप्यः, अतः धूमः वह्निव्याप्यः इति ज्ञानं तावत् भवता समीचीनतया उक्तम्. अग्रे तज्ज्ञानं विषयस्य च धूमस्य पर्वते भानाय पर्वतः धूमवान् इति ज्ञानम् आवश्यकम् इति उभाभ्यां ज्ञानाभ्यां परामर्शः उत्पद्यते. तज्ज्ञान विषयस्य तद् इत्युक्ते धूमवह्निव्याप्यः व्याप्यस्य विषयस्य च धूमस्य पर्वते बाणाय पर्वतः धूमवान् इति ज्ञानम् आवश्यकम् इति उभयम् अपि. तर्हि धूमः वह्निव्याप्यः इति ज्ञानं भवेत्, पर्वते धूमः अस्ति इति ज्ञानम् अपि भवेत्. उभयाभ्यां ज्ञानाभ्यां परामर्शः ज्ञानम् उत्पद्यते इति दत्तमस्ति. उत्तमम्. अस्तु, तर्हि अग्रे गच्छेम. स्वामिमहोदय पठति वा? आं महोदय. महोदय, कुतः अस्मिन् परामर्शे या व्याप्तिः विषये भवति सा पञ्चपदार्थघटिता इति प्रागुक्तमेव. अतः ताम् अपि विकसितावस्थायां पश्यामश्चेत् आहत्य सप्तपदार्थाः परामर्शे विषयी भवन्ति. मुख्यप्रकारः वह्निः. तावद्वदतु महोदय, विषयी भवन्ति तावद्वदतु. अस्मिन् परामर्शे व्याप्तिः विषयी भवति सा पञ्चपदार्थघटिता इति प्रागुक्तमेव. अतः विकसितावस्थायां पश्यामश्चेत् महोदय, विकसित अवस्था इत्युक्ते तत्र तस्मात् पूर्वं प्रथमवाक्ये किं लिखितं तद्वदतु. परामर्शः इदानीं प्रक्रिया जातः व्याप्तिः विषयी भवति सा पञ्चपदार्थघटिता. व्याप्तिः इति गतेवर्गे पठितं खलु, पञ्चपदार्थाः सन्ति इति. वह्निः, वह्निः अभावः, वह्निः अभाववत् साध्याभवत् अवृत्तित्वम् इति पठितं खलु. अधिकरणं वृत्तित्वम् अभावः महोदय. हा, तर्हि पञ्चपदार्थाः अत्र साध्यम् अभावः अधिकरणं वृत्तित्वम् अभावः इति पञ्चपदार्थाः व्याप्तिज्ञाने घटिताः सन्ति खलु. व्याप्तिः इति वद इति पदं श्रुत्वा पञ्चपदार्थाः अवगच्छन्ति. तर्हि तस्मादुपरि इदानीं व्याप्तिः कुत्र अस्ति? परामर्शे अस्ति. तर्हि परामर्शः, परामर्शे कति पदार्थाः सन्ति इति चेत् सप्तपदार्थाः सन्ति. व्याप्ति अत्र पर्वत अपि च धूमः अपि च पर्वतः उभयमपि. व्याप्तिः इत्यनेन पञ्चपदार्थाः बुध्यन्ते. परामर्शः इत्युक्ते सप्तपदार्थाः बुध्यन्ते. व्याप्तौ उक्तपञ्चपदार्थाः, तस्माद् उपरि हेतुः कः इत्युक्ते साध्य अभवत् अवृत्तित्वं कुत्र अस्ति? हेतौ अस्ति इति खलु. तर्हि हेतुः षष्ठपदार्थः अस्ति. अपि च स च हेतुः कुत्र अस्ति? पक्षे अस्ति. तर्हि पक्षः अपि सप्तमपदार्थः भवति. तर्हि आहत्य सप्तपदार्थाः दृश्ये बोध्यन्ते इति उक्तं. बुद्धं वा? धूमः पर्वत धूम महोदय. हा, उभयमपि. तदेव अत्र चित्रे अस्ति खलु, वह्निः अभावः अधिकरणं वृत्तित्वम् अभावः धूमः पर्वतः इति. सप्तपदार्थाः परामर्शे बोध्यन्ते. परामर्शः इति पदं श्रुत्वा सप्तपदार्थाः बोध्यन्ते इति अवगन्तव्यं तत्र. अतः ताम् अपि विकसिता अवस्थायाम् इत्युक्ते तदपि स्वीकुर्मश्चेत् परामर्शः इत्यस्मिन् ज्ञाने व्याप्तिपदं श्रुत्वा ये पञ्चपदार्थाः ज्ञायन्ते ते अपि तेषामपि उल्लेखः अत्र क्रियते चेत् सप्तपदार्थाः परामर्शे ज्ञायन्ते इति जायते इति भवति. अस्तु, अग्रे. इदानीमपि महोदय विकसित अवस्थायाम् इत्युक्ते केवलं स्वीकुर्मः वा? हा, विकसित अवस्थायां तदपि स्वीकुर्मश्चेत् उल्लेखं कुर्मश्चेत् तेषामपि विकसनम् अस्मिन् परामर्श इति पदे स्वीकुर्मश्चेत् सप्तपदार्थाः भवन्ति इति. हा महोदय, मुख्यप्रकारः वह्निः कोऽर्थः? यस्मिन् विशेष्यता नास्ति सः मुख्यप्रकारः. अत्र उपरि अस्ति खलु वह्निः वह्नौ प्रकारता एव अस्ति, विशेषता अस्ति वा वह्नौ? न, पर्वतः न, मम प्रश्नस्य उत्तरं ददातु महोदय, नास्ति इति वक्तव्यं तावदेव, नास्ति महोदय, तर्हि मुख्यप्रकारः एव वह्निः, अग्रे पठतु. ज्ञाने हि वह्नौ न विशेषणानन्तरं भासते इति तत्र विद्यमाना प्रकारता मुख्यप्रकारता. एवमेव एवमेव पर्वते विद्यमाना विशेष्यता मुख्यविशेष्यता, तस्याः अधिकरणे पर्वते प्रकारता नास्ति इति सा विशेष्यता मुख्यविशेष्यता भवति. तर्हि पर्वते प्रकारता दृश्यते वा? नास्ति. तर्हि मुख्यप्रकारः एतादृशज्ञाने ज्ञाने तत्र एकः मुख्यप्रकारः भवति, अन्यः मुख्यविशेषः भवति, अन्यत् सर्वं विशेष्यः अपि भवति प्रकारः अपि भवति. अस्तु महोदय, सत्यं. अस्तु, धूमे प्रकारता कस्य अपेक्षया अस्ति? पक्षे पर्वतः. अत्र चित्रं चित्रं दृष्ट्वा वदतु, धूमे प्रकारता अस्ति खलु? आं महोदय. कस्य अपेक्षया? पर्वतः अपेक्षया. हा, उत्तमम्. अपि च धूमे विशेष्यता अस्ति खलु, कस्य अपेक्षया? तदपि पर्वतः अपेक्षया अपि अस्ति, वृत्तित्वाभावस्य अपि अस्ति. नास्ति महोदय, धूमे विद्यमानप्रकारता पर्वतनिष्ठा पर्वतनिष्ठविशेष्यतया विशेष्यता विशेष विशेषतया निरूप्यते खलु. तर्हि धूमे विद्यमानप्रकारता अत्र पर्वतनिष्ठः अस्ति, अपि च धूमे निष्ठ धूमे विद्यमानविशेष्यता अभावनिष्ठा अस्ति. उपरि अभावस्य अपेक्षया धूमः विशेष्यः अस्ति, पर्वतस्य अपेक्षया धूमः प्रकारः अस्ति, तावदेव अत्र वाक्यं. बुद्धं वा? बुद्धं महोदय. पर्वतस्य अपेक्षया धूमः प्रकारः अस्ति, अभावस्य अपेक्षया धूमः विशेष्यः अस्ति. तर्हि धूमः विशेष्यः अपि च प्रकारः इति कृत्वा मुख्यप्रकारः अपि नास्ति, मुख्य विशेष्यः अपि नास्ति, मध्ये अस्ति. वृत्तित्वम् अभावः अपि तथैव. किमर्थमत्र वृत्तित्वम्? अस्तु अस्तु, उपरि उपरि वदति, उपरि अस्ति खलु, तस्य उपरि. तर्हि एवमेव वक्तव्यम्, धूमस्य अपेक्षया अभावः प्रकारः, वृत्तित्वस्य अपेक्षया अभावः विशेष्यः. एवं वृत्ति अभावस्य अपेक्षया वृत्तित्वं विशेष्यः, अधिकरणस्य अपेक्षया वृत्तित्वं क्षम्यताम् अभावस्य अपेक्षया वृत्तित्वं प्रकारः अस्ति, किन्तु अधिकरणस्य अपेक्षया वृत्तित्वं विशेष्यः अस्ति इति. अस्तु, समयः जातः, अत्र स्थगयेम. तर्हि गृहपाठः एवमेव भवति, एतादृशज्ञानं प्रति विशेषता अवच्छेदकप्रकारकज्ञानस्य कारणत्वं वक्तव्यम् इति दत्तमस्ति खलु. तज्ज्ञानस्य प्रकारः कुत्र कुत्र भवति, संसर्गः विशेष्यः इति एतत् सर्वं वक्तव्यं. तस्य उदाहरणं 167 पेज् मध्ये दत्तमस्ति. तर्हि तद्दृष्ट्वा सर्वे कुर्वन्तु. अपि च आगामि परश्वः तत्र वर्गः न भविष्यति, वैद्येन सह मम किम् अपायिण्ट्मेण्ट् अस्ति इति कृत्वा, तस्मिन्नेव समये इति कृत्वा वर्गः न भविष्यति. तर्हि पुनः अग्रिमे सप्ताहे मेलिष्यामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. नमस्कारः.